श्रीरामः गतवर्गे एकः प्रश्नः आगतः, तत्र एका वार्तिकम् आसीत्, तत्र इर इति संज्ञा वाच्या आसीत्। तत्र अस्माभिः पठितं यत् यदि इर इति शब्दसमूहस्य इति संज्ञा भवति इति अस्य अनेन वार्तिकेन, तर्हि प्रश्नः आगच्छेत् यत् किमर्थम् अस्य वार्तिकस्य आवश्यकता अस्ति, यतोहि रेफस्य तु हलन्त्यम् इति सूत्रेण तथा तदनन्तरम् अनुस्वार अनुनासिक इकारस्य तु उपदेशे अनुनासिक इति सूत्रेण इत् भवितुं शक्नोति, तर्हि किमर्थं नूतनं वार्तिकस्य आवश्यकता? तर्हि मया ऊहा कृता यत् प्रायः किमपि कार्यम् भवेत् यत्र इर् इति संज्ञकवर्णसमूहस्य आवश्यकता अस्ति, तर्हि मया स्वरूपमहोदय पृष्ठः तत्र तदेव कारणम् अस्ति। एक सूत्रमस्ति अष्टाध्यायां मध्ये, यदि सर्वे पश्यन्ति कुत्र अस्ति तृतीय अध्यायस्य प्रथमपाठस्य सप्तपञ्चाशत्तमः सूत्रमस्ति, 3157। तर्हि एकनिमिषः, कुत्र अस्ति 3157? इरितो अस्ति खलु? एकनिमिषं, पञ्चपञ्चाशत्तमः पृष्ठः अस्ति, 55 नम्बर् अस्ति, तत्र एकं सूत्रमस्ति इरितो वा, सर्वे पश्यन्ति वा? इरितो वा एकं सूत्रमस्ति। तर्हि अस्मिन् सूत्रे तत्र किं कार्यमस्ति आवश्यकं नास्ति अधुना, परन्तु यदि सूत्रं पश्यामः तर्हि अस्ति इर् लिखितमस्ति खलु, इर् इत् वा, इरितो इत्युक्ते इर् इत् वा। यदि इर् इत् अस्ति तर्हि किमपि कार्यं करोतु इति इदं सूत्रं वदति। अतः इर् प्रत्याहारस्य इर् इत्संज्ञकवर्णसमूहस्य आवश्यकता अस्ति अस्मिन् सूत्रे। तर्हि इर् केवलम् रेफस्य इत् न, केवलम् इकारस्य इत् न, परन्तु इर् इति सम्पूर्णवर्णसमूहस्य इत्संज्ञायाः आवश्यकता अत्र अस्ति। अतः नूतनं वार्तिकम् अथवा सूत्रस्य आवश्यकता अस्ति यत् वदति कुत्र कुत्र इर् इति इत्संज्ञा भवति, अतः वार्तिकस्य आवश्यकता अस्ति इर् इत्संज्ञा वाच्या। तत्र किं वदति यत् दृशेर् निजेर् युजेर्, अत्र रेफस्य अथवा अनुनासिक इकारस्य पृथक्तया इत्संज्ञा मा करोतु, अपि तु सम्पूर्णवर्णसमूहस्य इत्संज्ञा करोतु। अतः इर् इति इत्संज्ञा अस्ति दृशेर् निजेर् युजेर् मध्ये। एतद् वार्ता अस्ति, एषा वार्ता अस्ति। तर्हि किमपि कार्यम् अस्ति अतः इर् इति प्रत्याहारस् इर् इति इत्संज्ञकस्य आवश्यकता अस्ति। अस्तु, किन्तु इर् अस्ति अनुनासिक इव? आमाम्, अस्तु, अग्रे गच्छामः। तर्हि अधुना गत परन्तु इरितो वा अत्र सूत्रे धातुपाठे अपि अनुनासिक नास्ति धातोः, बिदिर् इत्यादि धातोः अनुनासिक नास्ति, केवलम् इर् अस्ति। पश्यतु चेत् तर्हि तत्रापि अनुनासिकचिह्नं नास्ति, परन्तु तत् तत् प्रायः तत् पुस्तके यदस्ति अष्टाध्यायी सूत्रपाठे कुत्रापि अनुनासिकचिह्नं नास्ति सूत्रेषु. तर्हि तदेव अस्ति अनुनासिकचिह्नं नास्ति यतोहि कोऽपि अधुना प्रायः तत् न लिखति. परन्तु यतोहि दृशिर् इति अत्र तत्र दृशिर्मध्ये युजिर्मध्ये तु अस्ति अनुनासिकचिह्नं, तर्हि तस् प्रायः तस्य कोऽपि क्लेशः नास्ति. तस्य ईरितो वा तत्रापि अनुनासिका अस्ति. ओके, अस्माभिः धातुविज्ञानं प्रथमं प्रथमपाठः गतरविवासरे समाप्तः. अधुना नूतनं करपत्रं करिष्यामः, धातुविज्ञानं द्वितीयम्. अस्तु, आरम्भं कुर्मः. मीना सुन्दरेशन् अस्ति खलु? नमस्ते महोदय, श्रूयते खलु? नमस्ते महोदय. आरम्भं करोतु धातुविज्ञानं द्वितीयम्. मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयं. धातुविज्ञानम् एकम् इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्. इत्सम्यकवर्णानां निष्कासनानन्तरं सत्त्वं नत्त्वं नुगामहः उपधादीर्घः नुमागमः उपधादीर्घः चेमानि च इमानि सङ्गृहीततया द्वितीयं कार्यम्. येषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यम् अवश्यं चिन्तनीयम्. सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुः प्रक्रियार्थं सिद्धः. तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम. सत्त्वं दात्वादेः शः सः सिक्स् वन् सिक्स्टी त्री उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत् षकारस्य स्थाने सकारादेशो भवति. धातोः आदिः दात्वादिः षष्ठी तत्पुरुषः तस्य धात्वादेः षष्ट्यन्तं शः षष्ट्यन्तं सः प्रथमान्तं त्रिपदमिदं सूत्रम्. आदे च उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे. किमस्ति महोदय आशयं वदतु. प्रथमधातुविज्ञानं प्रथमपाठे वयं दृष्टं अनुबन्धनिष्कासनं धात्वादेः अनुबन्धनिष्कासनं कथमिति कृतम् इति ज्ञातम्. इत्संज्ञावर्णान् निष्कासनं अस्मिन् पाठे सम्यकवर्णानाम् अनन्तरं निष्कासन अनन्तरं चतुर्विध कार्यम् अस्ति. सत्त्वं नत्त्वं मागमः उपधादीर्घः इति चतुर्विधकार्यम् अस्ति सम्भवति. एतत् सम्भवति चेत् किं किं कार्यं सम्भवति, नो चेत् कार्यः धातोः किं भवति धातोः प्रकृतिः किं भवति इति चत्वारि कार्याणि इदम् अवश्यं पठामः. प्रथमकार्यं सत्त्वं सूत्रं धात्वादेः शः सः इति सूत्रं. धात्वादेः षष्ठी तत्पुरुषः धात्वादिः षष्ठी तत्पुरुषः तस्य धात्वादेः धात्वादि धात्वादेः शः षष्ट्यन्तं शः अपि षष्ट्यन्तं सः प्रथमान्तम् अस्मा एवम् उपद आदेश उपदेशे अशीति इति सूत्रात् उपदेशे इत्यस्य अनुवृत्तिः अपि भवति अनुवृत्तिसहितसूत्रं धात्वादेः सः सः इति अवशिष्यते उपदेश अर्थं किम् धातूनाम् आदेः षकारस्य सकारः भवति उपदेशे धातूनाम् उपदेशे उपदेशे इत्युक्ते किम् मूलधातूनाम् अस्तु अस्तु अस्तु अग्रे पठतु वृत्तान्ते श्रुतम् आस्वादुने इति धातुः उपदेशे अनुनासिक इत् इत्यनेन दकारोत्तरवर्तिनः अकारस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपश्च श्वदा श्वद् धात्वादेः शः सः इत्यनेन धातोः आदौ स्थितस्य शकारस्य स्थाने सकारादेशः श्वद् अन्यत उदाहरणं ष्ठा गतिनिवृत्तौ इति धातुः यथा सामान्यं प्रथमं कार्यम् इत् सम्यकवर्णानां निष्कासनं इत् सम्यकवर्णानां निष्कासनं ष्ठा धातौ कोऽपि इत् सम्यकः वर्णः नास्ति अतः प्रथमं सोपानः समाप्तम् साक्षात् द्वितीयं सोपानं गच्छेमः तत्र चतुर्षु कार्येषु सत्त्वस्य प्रसक्तिः ष्ठा धातोः आदौ षकारः अस्ति अतः धात्वादेशः सः इत्यनेन सूत्रेण षकारस्य स्थाने सकारः ष्ठा भवति अस्तु अस्तु धन्यवादः महोदय महोदय मम एकः प्रश्नः अस्ति अत्र शः प्रत्ययस्य इति सूत्रं प्रत्ययं प्रत्यये एव अस्ति इदानीं धातोः श अन्ते इति सूत्रस्य प्रभावं भवति हलो धातोः शः अन्ते सूत्रं किमस्ति अन्ते तु आदौ अस्ति षकारः तस्य सकारः भवति शः प्रत्ययस्य तु प्रत्ययस्य कृते अस्ति खलु प्रत्ययानां कृते अस्ति आम् आम् इदानीमेव पृष्टम् अत्र धातोः मध्ये आदौ शः इति इत् सम्यक् वर्णः अस्ति चेत् अत्र सा इति आदेशः भवति इत् सम्यक् इत्युक्ते न इति न धातूनाम् आदौ यदि षकारः अस्ति तस्य सकारः भवति अत्र इत् सञ्ज्ञकस्य किमपि प्रकरणं नास्ति इत् सञ्ज्ञक अस्ति चेत् तस्य लोपः भवति अत्र अत्र किमपि इत् सञ्ज्ञक नास्ति इत् सञ्ज्ञकप्रकरणं तु अस्माभिः गतकरपत्रे एव पठितं तत्र अस्ति प्रत्ययस्य आदौ यदि षकारः अस्ति तस्य इत् संज्ञा भवति अनन्तरं लोपः भवति अधुना किमपि इत् संज्ञकस्य वर्णनं नास्ति केवलमस्ति यदि मूलधातौ आदौ मूलधातूना मूलधातोः आदौ यदि षकारः अस्ति तस्य सकारः भवति आं महोदय अवगमनं जातम् अस्तु धन्यवादः परन्तु श्वद् धातौ षकारम् आदि आदि क्षम्यम् अग्रे पठामः सुमन् महोदय अस्ति खलु अग्रे पठतु वृत्तान्त तस्मिन् खलु कश्चन न अग्रे अत्र कश्चन प्रवादो वर्तते अस्तु अस्तु अत्र कश्चन प्रसिद्ध प्रवादो वर्तते निमित्तापाये नैमित्तिक नैमित्तिकस्य नैमित्तिकस्य अपायः अस्तु नैमित्तिकस्य अपि अपायः निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः निमित्तम् इत्युक्ते कारणं नैमित्तिकम् इत्युक्ते फलम् अपायः इत्युक्ते अभावः अत्र ध्येयं यत् यद्यपि ष्टा इति एव अस्य धातोः मूलरूपं किञ्च वस्तुतः यः ठकारः वर्तते सः ठकारः आसीत् अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति कथमपि अग्रे दृश्यताम् ठकारस्य मूल स्वरूपं ठकारः किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना ठकारः ठकारः जातः तदा धात्वादेः शः सः इति अनेन षकारस्य स्थाने सकार आदेशः षकारस्य कारणेन एव ठकारः ठकारः जातः इत्युक्तम् अधुना स च षकारः अपगतः गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते कारणं गतम् अतः फलमपि गच्छति येन निमित्तेन कार्यं करितं तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं ठकारः अस्ति तदापि न तिष्ठति निमित्तापाये नैमित्तिकस्य अपि अपायः षकारः गतः अतः ठकारः अपि गच्छति ष्टा स्था भवति स्था इति धातुः निष्पन्नः किमस्ति मूलरूपे धातुः अस्ति ष्टा इदानीं धात्वा आदेः शः सः सूत्रेण ष्ठा धातोः षकारः सकारः भवति अत्र तिष्ठति सकारः ठकारः आकारः किन्तु इति लिखितम् अत्र लिखितं मूलधातोः ठकारः नासीत् ठकारः एव आसीत् किन्तु षकारस्य कारणेन ठकारः ष्टुत्वसन्धिना ठकारः भवति अतः ष्ठा भवति मूलरूपेण इदानीं षकारः गच्छति, षकारः गच्छति चेत् कारणमपि कारणं गच्छति, अतः मूलरूपेण यत् थकारः आसीत् तत् थकारः इदानीं ठकारः न भवितुम् अर्हति, अतः थकारः एव तिष्ठति, अतः ष्ठा धातु स्था भवति। तर्हि निमित्तापाये नैमित्तिकस्य अपि अपायः इति किं वदति? निमित्तं गच्छति, निमित्तम् इत्युक्ते कारणं गच्छति चेत् तस्य फलमपि न तिष्ठति। अपायः इत्युक्ते अभावः, नास्ति चेत्। अस्तु, उत्तमं, उत्तमं महोदय। तर्हि किमस्ति अधुना, यदा यथा महोदयया उक्तं, यदि प्रथमं तु षकारस्य सत्वं भवति, ष्ठा भवति, परन्तु वस्तुतः किमस्ति यत् इदं ठकारः यत् अस्ति तद् षकारः अस्ति, अतः ठकारः अस्ति। किमर्थं? तर्हि अष्टाध्याय्यां मध्ये पश्यतु, एकं सूत्रमस्ति, ष्टोः ष्टुनाष्टुः, ष्टोः ष्टुनाष्टुः एकं सूत्रमस्ति, पेज् 138 अस्ति अष्टाध्यायी सूत्रपाठे, अष्टम अध्यायस्य चतुर्थपादस्य 44 सूत्रं, ष्टोः ष्टुनाष्टुः, तथा अग्रे अस्ति ष्टुनाष्टुः। इदं सूत्रद्वयं किं वदति? यत् यदि सकारः अथवा तवर्गीयवर्णः अस्ति, तस्य प्रथमं सूत्रं वदति तस्य षकारस्य अथवा चवर्गेण, चवर्गस्य किमपि वर्णेन सह सन्धिः भवति, नाम स्पर्शः भवति, तर्हि सकारस्य स्थाने षकारः, तवर्गीयवर्णस्य स्थाने चवर्गीयवर्णः भवति। तथैव अग्रे अस्ति ष्टुनाष्टुः। महोदय, कुत्र अस्ति? पेज् 138 अस्ति स्तोः ष्टुनाष्टुः। अस्तु, उत्तमं, धन्यवादः। तथैव अग्रे अस्ति ष्टुनाष्टुः, वस्तु अनुवृत्तिसहितसूत्रमस्ति स्तोः ष्टुनाष्टुः। तस्य किमस्ति अर्थं? यत् यदि सकारः अथवा तवर्गीयवर्णेन सह मूर्धन्यषकारः अथवा तवर्गीयवर्णस्य स्पर्शः भवति, तर्हि सकारस्य स्थाने मूर्धन्यषकारः, तवर्गीयवर्णस्य स्थाने तवर्गीयवर्णः भवति। अतः अत्र षकारः अस्ति, वस्तुतः अग्रे तदस्ति, तत् थकारः एव अस्ति, पर थकारः तवर्गीयवर्णः अस्ति, तस्य मूर्धन्यषकारेण सह स्पर्शः भवति, अतः ष्टुनाष्टुः इति सूत्रेण थकारस्य स्थाने तवर्गीयवर्णः नाम ठकारः आगच्छति, अतः ष्ठा भवति। परन्तु अधुना यदा षकारस्य सत्वं भवति, तर्हि ष्टुत्व इति ष्टुत्वसन्धि, ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः एव नास्ति, यतोहि मूर्धन्यषकारः नास्ति, अतः ठकारः अपि न आगन्तुम् अर्हति, अतः ठकारः एव तिष्ठति। तर्हि निमित्तापाये नैमित्तिकस्य अपायः, निमित्तस्य अपाये नाम निमित्तस्य गमनेन नैमित्तिक नाम फलं, तस्य अपि अपायः नाम गमनं भवति। तर्हि अत्र निमित्तम् आसीत् मूर्धन्यषकारः, अधुना मूर्धन्यषकारस्य अपायः भवति, अतः मूर्धन्यस्य षकारस्य कारणेन यत् फलं भवति नाम नैमित्तिकं भवति, नाम ठकारः भवति, तस्य अपि गमनं भवति, अतः ठकारः न भवति परन्तु ठकारः एव तिष्ठति। फलितः अर्थः अस्ति चेत् अस्ति यत् ष्ठा धातोस्य धातो मूलधातोः स्थाने लौकिकधातुः भवति स्था इति। अस्तु महोदय, भवती प्रश्नः अस्ति वा कस्यापि? अस्तु, सुमन् महोदय भवती एव अग्रे पठतु। अस्तु महोदय, तथैव तत्र धातुषु अनुनासिकः वर्गीयवर्णः च अनुस्वराः च अस्ति. तत्र एते वर्णाः नकारजः नाम नकारात् उत्पन्नः. वृत्तान्ते अञ्चुधातुः अञ्चुधातुः गति पूजनयोः मूलधातुः अञ्चु इति एव, किन्तु तत्र न्यकारस्य मूलस्वरूपं नकारः. चकारस्य योगेन एव सः नकारः ञकारः जातः. धातुषु एवं सर्वत्र बोध्यम्. वर्गीय अनुनासिकाः वर्णाः सन्ति चेत् वर्गीयः पञ्चम वर्णः अनुस्वराः च सर्वे तु कैण्ड् आफ् बोर्न् फ्रम् नकारः. नकारस्य भिन्नरूपं किमपि वक्तुं शक्नुमः, बट् ओरिजिन् अस्ति नकारः एव. अतः वयं पश्यामः खलु, अलम् उदाहरणं ददामि. अलम् इति उपसर्ग इव शब्दः अस्ति. अलं योगः करोति, अलङ्करोति भवति. तस्य कारणम् अस्ति मकारस्य स्थाने कवर्गीय अनुनासिकवर्ण वर्णः आगच्छति इति. अत्र अपि अञ्चु इति धातु अस्ति, तत्र तु नकार एव अस्ति, किन्तु च वर्गी नकारस्य अनन्तरं च अस्ति. अतः सन्धिकारणेन चकारस्य चकार च वर्गीयस्य नकार नकारस्य स्थाने आगच्छति. वस्तुतः नकारः एव अस्ति, परन्तु च वर्णस्य च वर्णः अस्ति अग्रे, अतः चकारस्य चवर्गीय पञ्चमवर्णः भवति. अग्रे उदाहरणमस्ति, पठतु. श्ना शौचे इति धातुः, अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु शकारस्य प्रभावेण ष्टुत्व सन्धिना नकारः णकारः जातः. तदा धात्व आदेः शः सः इत्यनेन श्ना स्ना भवति. निमित्तापाये नैमित्तिकस्य अपि अपायः इत्यनेन स्ना इति लौकिकधातुः. स्नाति इति लटि, स्नानम् इति ल्युटि. अत्र भिन्न उदाहरणम् अस्ति. श्ना इति मूलरूप धातु अस्ति. तत्र धातवादेः शः सः सूत्रेण शकारस्य स्थाने सकार आगच्छति, अतः श्ना न स्ना भवति. किन्तु पुनः वयं पश्यामः चेत् नकारः किमर्थं तत्र अस्ति षकारस्य कारणेन तत्र नकार अस्ति, किन्तु इदानीं षकार गच्छति इत्युक्ते निमित्तं गच्छति, नैमित्तिकम् अपि गच्छति, न पुनः न एव भवति. अतः ष्णा धातु मूलरूप ष्णा मूलरूपधातु, स्ना लौकिकधातु भवति, लट् लकारे स्ना धातोः रूपम् अस्ति स्नाति, ल्युट् प्रत्यये प्रत्ययस्य योजनं कुर्वन्ति चेत् स्नानं भवति. उत्तमं, धन्यवादः महोदय. धन्यवादः महोदय. अस्तु, प्रश्नः अस्ति वा? कस्यापि प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छामः. तर्हि अत्र किमस्ति यत् षकारस्य स्थाने षकारः भवति, षकारस्य कृत षकारस्य कारणेन यत्किमपि कार्यं भवति तस्य अधुना अपायः भवति, यतोहि षकारस्य अपि अपायः भवति. अतः ष्ठा तस्य स्था भवति, ष्णा तस्य स्ना भवति. अस्तु, अग्रे गच्छामः. लीना दोषी अस्ति. आम् अस्मि. नमस्ते महोदय. नमस्ते. अग्रे पठतु. आम्, अधुना एतत् सर्वं यदुक्तं तत्रतः न अधुना एतत् सर्वं यद् उक्तं तत्तु विषयपरिचयत्वात् उक्तं, भावार्थस्य सुखबोधार्थं दत्तं, निमित्त अपाये नैमित्तिकस्य अपि अपायः इति प्रसिद्धप्रवादः तु अस्ति. बहुत्र च एतादृशशिक्षा दीयते यत् ष्ठा ष्णा इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति, किन्तु भाष्यकारः पतञ्जलिः च काशिकाकारः वामनजयादित्यः च प्रतिपादयतः यत् अयं निमित्तापाये नैमित्तिकस्याप्यपायः इति तु न परिभाषा न वा वार्तिकम्. अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारः वा न अस्ति. अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनि एवं वार्तां स्पष्टीकुरुतः. अत्र लिखितमस्ति निमित्तापाये नैमित्तिकस्य अपि अपायः, एतत् परिभाषा नास्ति, वार्तिकं नास्ति, किन्तु प्रवादः अस्ति. किन्तु यदि सूत्रस्पष्टीकरणं करणीयमस्ति चेत् शास्त्रीय आधारः आवश्यकः. अतः काशिकाकारः तथा च भाष्यकारः द्वौ मुनिद्वयेन वार्ता स्पष्टीकृतम् अस्ति. अग्रे अस्ति तद्. तर्हि निमित्तापाये नैमित्तिकस्य अपायः केवलम् एकः प्रसिद्ध सूत्रमिव अस्ति, सरलम् अस्ति. अतः जनाः वदन्ति यत् निमित्तस्य अपायः अस्ति तर्हि नैमित्तिकस्य अपि अपायः करोतु, अतः ष्ठा तस्य स्था भवति, ष्णा तस्य स्ना भवति इति एकं केवलमेकं प्रसिद्धं लौकिकं प्रवादः अस्ति. प्रवादः नाम किमपि परन्तु तस्य कोऽपि तस्य किमपि कोऽपि शास्त्रीय आधारः नास्ति, यतोहि तत् कोऽपि अष्टाध्यायीसूत्रे सूत्रं नास्ति, कोऽपि परिभाषा नास्ति, कोऽपि वार्तिकं नास्ति, तस्य कोऽपि शास्त्रीय अधिकारः नास्ति. नाम तत् आङ्ग्लभाषायां वदति चेत् रिगरस् नास्ति. अतः शास्त्रीय आधारेण कथं स्नातस्य स्ना स्थातस्य स्था इति भवति तत् अग्रे पठिष्यामः. महोदय, संशयः प्रति पाणिनेः धातोः अधिकारम् अवश्यं चेत् शास्त्रीय अधिकारम् अवश्यं चेत् अवश्यम् अस्ति किं किं किमर्थं यद् धातु एव पाणिनिना कृतं धातुः ओ धातु किमर्थं स्था स्थानास्ति मूलरूपे एव इति प्रश्नः किमर्थं एवं ऐ मीन् किमर्थं शास्त्रीय अधिकारम् अवश्यं शास्त्रीय अधिकारं तु आवश्यकं खलु यत् कुत्रापि यतोहि शास्त्रीय अधिकारः अस्ति चेत् तस्य बलम् अधिकम् अस्ति तस्य शी इस् आस्किङ्ग् इफ् पाणिनि himself has given this sutra why unnecessary one more sutra or adhara is needed nimitta pratipanane sutre pratipanane hesu sutra sutre adharam nasti nanna nimitta paye nemitikasya api apayah sutra meva nasti sutram asti eva nanna अष्टाध्यायां सूत्रं नास्ति निमित्तापाय नैमित्तिकस्य अपि अपाय वदतु पश्यतु खलु तत्र कोऽपि सङ्ख्या नास्ति निमित्तापाय नैमित्तिकस्य अपि अपायः यत्र महोदयेन लिखितमस्ति प्रथमवारं तत्र कोऽपि सङ्ख्या नास्ति सङ्ख्या नास्ति निमित्तापाय नैमित्तिकस्य अपायः अष्टाध्यायी मध्ये सूत्रं नास्ति अस्ति चेत् यदि तदस्ति चेत् प्रश्नः एव नास्ति परन्तु तत्तु केवलम् एकं लौकिकं प्रवादः अस्ति यत् निमित्तं गच्छति नैमित्तिकमपि गच्छति अतः तस्य शास्त्रीय अधिकारस्य आवश्यकता अस्ति उत्तमप्रश्नः अस्ति परन्तु हा निमित्तापाय नैमित्तिकस्य अपायः सूत्रं नास्ति शास्त्रीय आधारं नाम न केवलम् अष्टाध्यायीसूत्र अपि तु वार्तिकमपि अस्ति न आमां वार्तिकम् अष्टाध्यायीसूत्रं भाष्यकार भाष्यं यत् कोऽपि ग्रन्थः अस्ति तत्र लिखितमस्ति चेत् वरमस्ति कोऽपि चर्चां करोति प्रवादः एव अस्ति तस्य अधिकारः नास्ति खलु तत् शास्त्रीय आधारः न उच्यते न अस्तु आं तदेव यतोहि अस्ति खलु शास्त्रीयसङ्गीत अस्ति लौकिकसङ्गीत अस्ति लौकिकसङ्गीत तु अस्ति सरलमस्ति जनाः गायन्ति इति अस्ति परन्तु शास्त्रीयसङ्गीत अस्ति चेत् तस्य शिस्तबद्धपद्धतिः अस्ति चेत् वरम् अस्ति इति एव अस्तु अग्रे पठतु आं पठामि वा ष्ठाधातोः उपदेश अवस्थायां मूर्धन्यषकारः अस्ति परन्तु दन्त्यथकारः अस्ति ष्ठा इति स्थितिः अधुना युगपत् ष्टुनाष्टुः च धात्वादेः सहसः च आगत्य कार्यार्थम् उद्युक्तं भवति ष्टुनाष्टुः इत्यनेन ष्ठा धातौ विद्यमानस्य षकारस्य प्रभावेन ठकारस्य स्थाने ठकारादेशः अपि च धात्वादेः सहसः इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम् इति सूत्रेण ष्टुनाष्टुः इति शास्त्रम् असिद्धम् तस्य त्रिपाद्यां विद्यमानत्वात् धात्वादेः सहसः इत्यनेन षकारस्य सकारोदेशः भवति तदा यतोहि तदानीं षकारो नास्ति एव ष्टुनाष्टुः इत्यनेन यः ठकारादेशः भवति स्म सः तु न भवति असङ्गत्वात् दन्त्यथकारः यथावत् तिष्ठति एव दन्त्यसकारः तु धातः अतः लौकिकधातुः स्था इति सम्पन्नम् अस्यां प्रक्रियायां ठकारस्य ठकारः न कदापि भवति अयं विषयः बाध्यबाधकभावस्य पाठे इतोपि स्पष्टं भविष्यति. अस्य अभावे निमित्त अपाये नैमित्तिकस्य अपि अपायः इति प्रवादः अत्र दत्तः. तर्हि महोदय आशयं वदति, तत्पूर्वम् एकं वदामि. अष्टाध्यायी मध्ये एकं सूत्रमस्ति पूर्वत्रा सिद्धं. कुत्र अस्ति? अष्टाध्यायस्य द्वितीयपादस्य प्रथमः पेज् 131 अस्ति. तत्र गच्छतु. तत्र सूत्रमस्ति पूर्वत्रा सिद्धम्, अन्ते एव अस्ति पूर्वत्रा सिद्धम्. तर्हि पूर्वत्रा सिद्धम् एकम् अतीव महत्त्वपूर्णसूत्रमस्ति अष्टाध्यायी मध्ये. तत्र तत् अष्टाध्यायस्य विभाजनं करोति एकरीत्या, तस्य डिविजन् करोति. किं करोति? तस्य पूर्वत्रा सिद्धम् इति सूत्रस्य सूत्रात् पूर्वं सूत्राणि सन्ति, तत्पश्चात् सूत्राणि सन्ति. तत् वदति यत् पूर्वकसिद्धं वदति यत् पूर्वं यत् सूत्रम् आगच्छति तस्य कृते पूर्वत्रा सिद्धं, तस्यानन्तरं यत् सूत्रम् आगच्छति तत् असिद्धं भवति. नाम अधुना यत् किमपि कार्यं करोति तद् केवलं आर्डर् मध्ये करोतु. यत् यतो नाम येन येन क्रमेण लिखितम् अस्ति तेन क्रमेण एव कार्यं करोतु. नाम अधुना यदि तदेव अस्ति, अत्र उदाहरणम् अस्ति चेत् किमस्ति यत् न लोप अग्रे गच्छतु. न लोपः सुप्स्वरसंज्ञात् संज्ञात् सुक् विधिषु कृति न मूने, एतत् सूत्रेण सर्वे सन्ति खलु. तर्हि अष्टाध्यायी मध्ये पाणिनि किं वदति यत् एषां सूत्राणां तद् क्रमेण एव कार्यं भवति. यत् सूत्रं प्रथमम् आगच्छति तत् सूत्रस्य कृते अनन्त अग्रिमसूत्रं तिष्ठति एव इति. तर्हि अष्टाध्यायं किं वदति? कोऽपि सूत्रस्य क्रमः अस्ति, परन्तु सूत्रस्य कार्यं तु केनपि क्रमेण भवितुं शक्नोति. नाम अनन्तरं सूत्रम् आगच्छति तस्य कार्यं पूर्वं भवितुं शक्नोति, पूर्वं सूत्रम् आगच्छति तस्य कारणम् अनन्तरम् आगतुं शक्नोति. तत्तु अस्ति, तदेव अस्ति. परन्तु पूर्वत्र सिद्धं किं वदति यत् अग्रे ये सूत्राणि आगच्छन्ति तस्य तदेव क्रमेण कार्यं भवेत्. यत् सूत्रं प्रथमम् आगच्छति तस्य सूत्रस्य कृते अनन्तरम् अग्रिमसूत्रं नास्ति एव इति. एनी सूत्र इन् दिस् सेक्षन् विच् कम्स् आफ्टर् अनदर् सूत्र, फार् द प्रीवियस् सूत्र द लेटर् सूत्र इट्स् एस् इफ् इट् डजन्ट् एक्सिस्ट्. तदेव अस्ति पूर्वत्र सिद्धम्. अस्तु, it pretends it doesn't exist. As if there is, it doesn't exist. So what it means is that if at one position there is a conflict of which sutra to use, you always use the earlier sutra because the latter sutra doesn't exist. That's the point. Should I give an example? If we go in a cave, there is a series of caves one after another. So if we are in first cave, we can't see the sutras which are in the latter caves. Okay, so it's like that. Purvatra Siddham gives you the benefit of using the sutra which is in the earlier cave, which enlightens in that cave only. It's like एक गुहा में से जाके दूसरे गुहा में का सूत्र नहीं दिखेगा, पहले गुहा में का ही दिखने वाला है. सो यू हैव टू यूज दैट ओनली विच इज अर्लियर एंड देन यू हैव टू प्रोसीड अहेड इन अहेड सीरियली. अस्तु, अधुना वदतु किं लिखितमस्ति. आम्, अधुना अत्र द्वौ सूत्रस्य प्रसक्तिः अस्ति. तस्य ते सूत्राः ते ते सूत्रे सन्ति स्तः ष्टुनाष्टुः तथा च धात्वादे शः सः तस्य अष्टाध्यायी क्रमाङ्कः अस्ति 8441 एण्ड 6163. नौ इफ् बै सोरि अधुना पूर्वत्र सिद्धम् इति सूत्रेण वयं 6163 इति सूत्रस्य एव उपयोगः करणीयः इति आवश्यकः अतः धात्वादेशः सः इति सूत्रस्य उपयोगः भवति. अतः थकारस्य ठकारः न भवति. ष्टुनाष्टुः इति सूत्रस्य उपयोगः एव न भवति, अतः थकारः एव तिष्ठति इति मया अवगतं. न जाने सम्यक् अस्ति. तर्हि एकं वदामि केवलं, तत्र किमस्ति, स्थितिः अस्ति यथा पूर्वमेव अस्माभिः दृष्टं, वस्तुतः थकारः अस्ति. तर्हि अधुना मूर्धन्यषकारः दन्त्यथकार आकारः इति स्थितिः अस्ति. अधुना अस्यां स्थित्यां युगपत् इत्युक्ते सैमल्टेनियस्लि एट् द सेम् टैम् युगपत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति. ष्टुनाष्टुः वदति यत् मूर्धन्यषकारः अस्ति, अतः थकारस्य थकारः करोतु. द्वितीयसूत्रमस्ति धात्वादेशे शः सः, तद्वदति यत् उपदेशे आदौ षकारः अस्ति, अतः तस्य दन्त्यषकारः करोतु. तर्हि अधुना प्रश्नः आगच्छति यत् किं कार्यं प्रथमं भवेत् इति प्रश्नः अस्ति. तर्हि सूत्रसङ्ख्यां यदि वयं पश्यामः, ष्टुनाष्टुः इति सूत्रस्य सूत्रम् अष्टमाध्यायस्य चतुर्थपादे आगच्छति, नाम पूर्वत्र सिद्धम् इति सूत्रात् अनन्तरम् आगच्छति. धात्वादेशे शः सः इति तु षष्टमाध्यायस्य प्रथमपादे आगच्छति, नाम पूर्वत्र सिद्धम् इति सूत्रात् पूर्वम् आगच्छति. अतः पूर्वत्र सिद्धम् इति सूत्रस्य प्रसक्त्या धात्वादेशे शः सः इति सूत्रस्य कृते ष्टुनाष्टुः नास्ति एव. अतः अधुना क्लेशस्य अपायः भवति. धात्वादेशे शः सः इति सूत्रस्य कृते ष्टुनाष्टुः नास्ति चेत् धात्वादेशे शः सः एव प्रथमं कार्यं करोति. अतः अस्य सूत्रस्य कारणेन मूर्धन्यषकारस्य स्थाने दन्त्यषकारः भवति. अधुना षकारः थकारः अस्ति. अधुना स्थितिः भवति स्था षकारः थकारः. अधुना ष्टुनाष्टुः तस्य प्रसक्तिः एव नास्ति, यतोहि दन्त्यषकारः एव अपगच्छति. अतः ठकारस्य ठकारः एव न भवति, अतः स्था एव तिष्ठति. सम्यक् न श्रूयते. डाग् वाकिङ्ग् देयर्. कस्यापि गृहे शुनकः अस्ति वा? अस्तु. तर्हि इति एषा वार्ता अस्ति. प्रश्नः अस्ति वा कस्यापि? किमपि प्रायः जटिल तत्र जटिलता भवेत्, अतः प्रश्नः अस्ति चेत् पृच्छतु. उदाहरणं वदतु महोदयः. ष्टुनाष्टुः सूत्रस्य प्रभावं कुत्र अस्ति इति? अत्र एव अस्ति खलु. ष्ठा इति अस्ति, तत् मूलरूपं यत् अस्ति, तत् वस्तुना षकारः थकारः अस्ति. परन्तु यदि वयं ष्ठा इति वदामः, तत् थकारः ठकारः भवति ष्टुनाष्टुः इति कारणेन. कुत्रापि पश्यतु, कुत्रापि यु विल् नेवर् सी दन्त्य मूर्धन्यषकार वित् दन्त्यथकार इन् एनी वर्ड् इन् द लेङ्ग्वेज्. देट् इस् बिकास् आफ़् ष्टुनाष्टु. राष्ट्र अस्ति खलु, राष्ट्र. अत्र षकारः अस्ति, अतः तस्य टकारः अग्रे आगच्छति, टकारः अग्रे अस्ति. कुत्रापि कुत्रापि कुत्रापि पश्यतु यत्र यत्र शकारः आगच्छति तत्र अग्रे टवर्गीयवर्णः एव अस्ति महोदय पूर्व पूर्वत्र सिद्धं तेन सूत्रेण मूलथकार ठकारः न भवति किम् आं प्रक्रियायां तत् नास्ति पूर्वतसिद्धं केवलं वदति यत्र पूर्वस्य पूर्वसूत्रस्य कृते अग्रिमसूत्रस्य प्रसक्तिः एव नास्ति तर्हि अधुना द्वयोः सूत्रयोः प्रसक्तिः अस्ति खलु सुनाष्टुः अपि अस्ति धात्वादेशे सह सः अपि अस्ति परन्तु धात्वादेशे सह सः तस्य प्रथमं कार्यं भवति यतोहि पूर्वत्रासिद्धम् इति सूत्रस्य प्रभावेन धात्वादेशे सः सः इति सूत्रस्य कृते सुनाष्टुः नास्ति एव असिद्धमस्ति अतः अस्तु ततः स्था भवति खलु ततः अतः मूर्धन्यषकारः थकारः तस्य दन्त्य सकारः थकारः भवति भवति किन्तु मूलरूप अस्ति मूर्धन्यठकारः खलु मूलरूपम् इत्युक्ते वस्तुतः लिखितमस्ति ठकारः परन्तु वस्तुतः तत् ठकारः ठकारः अस्ति अस्तु तत् ठकारः किमर्थं लिखितमस्ति तद् वयम् अग्रे पठामः पूर्वत्र सिद्धं सूत्रेण ष्ठा यदि षकारस्य स्थाने सकारः आगच्छति तत्र मूर्धन्यठकारः नास्ति किन्तु दन्त्यठकारः अस्ति तत्र सूत्रस्य किमपि प्रभावः नास्ति तदेव वस्तुतः मूर्धन्यठकारः नास्ति एव दन्त्यठकारः एव अस्ति अत्र ष्ठा अस्ति खलु तद् वस्तुतः मूर्धन्यषकारः दन्त्यठकारः एव अस्ति पूर्वत्र सूत्रं केवलं वदति उभयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं भवति अग्रे अग्रे अग्रे पठामः प्रायः तेन अधिक क्लारिटि आगच्छति लीना महोदय अस्ति लीना दोषी आम् आम् समापयतु अग्रे आम् प्रक्रियां दृष्ट्वा प्रश्नः उदेति तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते कारणम् इदं यत् औपदेशिकधातुः एव अपेक्षते चेत् ष्टुत्वस्य अवसरः भवति धात्वादेशः सः इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं यदा किमपि लौकिकरूपं सम्पादनीयं भवति किन्तु औपदेशिकधातुः एव अपेक्षितं चेत् तत्र मूर्धन्यषकारः अस्ति एव तदर्थं ष्टुनाष्टुः इति अनेन ठकारादेशं करोति अनेन ष्ठा इति धातुः जायते किमस्ति न न अवगतं मया किमपि न अवगतं न तर्हि सुमन महोदयस्य प्रश्नः एव अधुना अस्ति मूर्धन्य दन्त्यठकारः अस्ति तर्हि किमर्थम् उपदेशे ष्ठा इति लिखितमस्ति मूर्धन्यथकारः एव लिखतु खलु तर्हि किमस्ति वस्तुतः मूर्धन्यथकारः एव अस्ति मूर्धन्य क्षम्यतां वस्तुतः मूर्धन्यषकारः दन्त्यथकारः एव अस्ति ष थ आ इति अस्ति तर्हि स्था आम् तर्हि कोऽपि पृच्छति अधुना यत् औपदेशिकधातुः कः इति अस्ति तर्हि केवलम् औपदेशिकधातुः यदि अपेक्षते तर्हि वस्तुतः था अस्ति परन्तु था तु अस्माभिः न लिखितुं शक्नुमः अस्माभिः न लिखितुं शक्यते तत् किमर्थं यत् ष्टुनाष्टुः इति सूत्रम् अस्ति खलु तद्वदति यत् षकारः अस्ति तर्हि तस्य अग्रे त टवर्गीयवर्णस्य स्थाने टवर्गीयवर्णः करोतु. अतः कुत्रापि स्था केन् नेवर् कम्. इट् इस् लैक् एन् इण्टर् इट्स् लैक् इट्स् लैक् एन् अन्स्टेबल् प्रोडक्ट्. यु केन् नेवर् हेव् स्था गोयिङ्ग् औट्. अतः ष्टुनाष्टुः इति सूत्रेण ठकारस्य ठकारः भवति, अतः तस्य रूपं भवति ष्ठा. परन्तु यदि किमपि कार्यमस्ति, किमपि अन्यत् सूत्रम् आगच्छति, यतोहि धात्वादेशे शः सः, तर्हि अधुना द्रष्टव्यं यत् कस्य सूत्रस्य कार्यं प्रथमं भवति, धात्वादेशे शः सः अथवा शुनाष्टुः. तर्हि अत्र धात्वादेशे शः सः इति सूत्रस्य कार्यं प्रथमं भवति. अतः यत् मूलरूपम् अस्ति मूर्धन्यषकारः दन्त्यथकारः आकारः, तत्र प्रथमं धात्वादेशे शः सः भवति. सकारस्य स्थाने सकारः आगच्छति, रूपं भवति स्था. अधुना शुनाष्टुः इति सूत्रस्य प्रसक्तिः अस्ति न वा इति चिन्तनीयं. प्रसक्तिः नास्ति, यतोहि मूर्धन्यषकारः एव नास्ति, अतः रूपं स्था भवति. परन्तु यदि मूर्धन्यषकारः अस्ति, यतोहि औपदेशिकधातुः इति स्थित्यां मूर्धन्यषकारः अस्ति, अतः शुनाष्टुः तस्य कार्यं भवति. अतः लौकिक उपदेशे ष्ठा इति लिखितमस्ति. परन्तु यदि ष्ठा इति धातुतः किमपि कार्यम् अपेक्षते, तर्हि धात्वादेशे सः सः प्रथमं कार्यं करोति, तदनन्तरं शुनाष्टुः तस्य प्रसक्तिः एव नास्ति, रूपं भवति स्था इति वार्ता अस्ति. इट् मीन्स् इफ् यु वाण्ट् टु यूस् स्था और् ष्ठा, you have to use the first one sutra, that is 6163. But if you want to use the moola roop of the dhatu, then it should be stha. Is it so? So the point is that murdhanya shakarah dantya shakarah akarah can never go out as it is. Okay. Because it's actually very difficult to pronounce also. Yeah, that's also one way of thinking. Yeah. So, Mother, I think you put it beautifully that sakara with the murdhanya thakara is unstable, but when you have to perform any karyam on it, you revert back to the unstable form and change it into something more stable, which is tha. I mean, that's one way of saying that originally it is sha-tha-a, but whenever you are doing anything, work or doing any karyam or anything, that has to be the starting point, but that cannot go out on its own because that is against the rules. So that's why when you just want the dhatu, you cannot say dhatu is sha-tha-a, you have to say it is tha, because whenever there is murdhanya shakarah, sunashtuhu says you have to convert the thakara thakara. So mool dhatu is shtha. But whenever you want to do any other karyam like dhatva visheshah saha, that takes precedence over sunashtuhu because of purvatrasiddham. So then the unstable form becomes tha in some sense, and then sunashtuhu cannot apply because there is no shakarah to in the current form. So you get tha. उत्तमं महोदय, नौ स्पष्टमस्ति. तर्हि किमस्ति निमित्तापाये नैमित्तिकस्य अपायः? बहु सरलं प्रवादः अस्ति. तदस्ति चेत् यत्किमपि लिखितमस्ति तस्य आवश्यकता एव नास्ति. पूर्वतः सिद्धस्य आवश्यकता नास्ति, शुनाष्टुतस्य आवश्यकता नास्ति. बहु सरलं भवति निमित्तापाये नैमित्तिकस्य अपि अपायः इति प्रवादेन. अतः प्रायः लोकाः जनाः केवलं निमित्तापाये नैमित्तिकस्य अपि अपायः इति सूत्रस्य अवलम्बेन कार्यं करोति. परन्तु शास्त्रीय आधारेण यदि वयम् उत्तरम् इच्छामः, तर्हि पूर्वत्रासिद्धं धात्वादेशे सह सुनाष्टुः कस्य सूत्रस्य प्रसक्तिः प्रथमं भवति इति तस्य चर्चा आवश्यकी अस्ति इति वार्ता अस्ति. अस्तु, प्रश्नः अस्ति वा कस्यापि? न. अस्तु, एवमस्ति चेत् सत्त्वप्रकरणस्य समाप्तिः भवति. धन्यवादः महोदय. अग्रे गच्छामः. अमित् महोदय अस्ति खलु? आम् अस्मि महोदय. नमस्ते महोदय, अग्रे पठतु. द्वितीयबिन्दु नत्वं णो नः 6164. उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत् णकारस्य स्थाने णकारादेशः भवति. णः षष्ट्यन्तं, णः प्रथमान्तं, द्विपदम् इदं सूत्रम्. आदेच उपदेशे अशीति 6145 इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. धात्वादेः शः सः 6163 इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धात्वादेः णः नः उपदेशे किमस्ति? मूलसूत्रम् अस्ति णो नः. अत्र णो षष्ट्यन्तम् अस्ति, स्थानी अस्ति, न प्रथमान्तमस्ति, आदेशः अस्ति. इत्युक्ते णः स्थाने नः भवति इति मूल अर्थं. क प्रसङ्गे इत्युक्ते धात्वादे उपदेशे इति अनुवृत्ति स्वीकृत्य सम्पूर्णसूत्रं भवति धात्वादेः णः नः उपदेशे. इत्युक्ते उपदेश अवस्थायां धातौ आदि णः अस्ति चेत् तस्य णः आदेश भवित्वा भूत्वा णः न भवति. अग्रे उदाहरणमस्ति. एकः प्रश्नः अस्ति, अत्र कथं जानीमः नः णः अस्ति, नः अपि अस्ति, णः षष्टि, नः प्रथमान्ते, कथं जानीमः? उत्तमः प्रश्नः अस्ति. तर्हि तदेव फलं दृष्ट्वा अथवा अभ्यासेन एव वयं कथयितुं शक्नुमः यत् बहूनि धातुपाठे बहवः धातवः सन्ति येषाम् आदौ णकारः अस्ति, मूर्धननकारः अस्ति, परन्तु लौकिकभाषायां यदि वयं पश्यामः सर्वत्र नकारः नकारः नकारः नकारः एव दृश्यते. तर्हि फलं दृष्ट्वा वयं कथयितुं शक्नुमः यत् तत् णकारस्य स्थाने नकारः अस्ति, न तु नकारस्य स्थाने नकारः. एकम् उदाहरणं किन्तु सूत्रम् एव पश्यामः चेत् ज्ञातुं न शक्नुमः. आम् तत्तु अस्ति, आर्डर् अस्ति. किं प्रथम षष्टि द्वितीय पदं प्रथमान्ते इत्युक्ते प्रायः तत् नास्ति, यतोहि संस्कृतभाषायां तस्य आर्डर् तस्य क्रमस्य महत्त्वं नास्ति, परन्तु तदेव अस्ति यत् फलं दृष्ट्वा वयं ज्ञातुं शक्नुमः. परन्तु यः आं यद्भवती वदति केवलं सूत्रं दृष्ट्वा क्लेशः अस्ति यत् नकारस्य नकारः भवति अथवा नकारस्य नकारः भवति. अस्तु, धन्यवादः. But this seems to be a standard pattern in many sutras. We see Shashtyantam will also use Visarga, and Prathamantam will also. And in the Prathamantam, there is a Akara for Uchcharanartha. That's the way to, one way to look at it. Yeah. Dhatvadeh Sahapi Sutram Shahap. तथैव अस्ति, सिमिलर् एव. एकम् अकारः, एकः अकारः अस्ति षष्ठी कृते, एकः अकारः अस्ति उच्चारणार्थ कृते. Yeah, possibly dhatva dehe gives you the hint that nakarasya nakara bhavati. Yeah. In some sense, because, but there are actually dhatu at whose beginning there is nakarha itself. So also the other thing to remember is that this whole ashtadhyayi is for people who actually know the language and are just trying to memorize the rules for the grammar. It's not intended for somebody to learn Sanskrit by looking at the grammar. That's so, why looking at it first time, it's not the intent to understand how Sanskrit works. So here is what I like to explain, and that is my theory, may be wrong. So the Ashtadhyayi didn't come first and then Sanskrit language came. The language was always there. Panini Muni just codified it into a set of 4,000 rules for the purpose of grammar, so that you know, just that using these rules, how do you, you know, what is the Shuddha way of writing sentences and stuff. But the language was always there before. It is just a way to codify the grammar. And this is not the only grammar. You have to take into account other grantha like dhatu patha, sutra dhatu patha, and etc. And to take it in totality, you have to then see how to proceed. So as Mahodaya said, it is a way to codify the grammar. It is not a way to create the language. Prescriptive, not prescriptive. Not just not prescriptive, but there are many cases where you have to know the context of what. What is there actually in Sanskrit in order to interpret the sutras. It cannot be the reverse way. You cannot say, I'll take the sutra, see what it is, and then try to understand what Sanskrit is. It assumes that you know what Sanskrit is, and you're just trying to codify it and memorize it so that you can then validate new sentences or whatever. So that is its intent. It's a grammar codification, as Mahodaya said. The purpose of grammar is never primary use is not to learn Sanskrit. Therefore, we cannot take a sutra in isolation and say, let me understand this, and therefore, from there, I'll understand Sanskrit. It has to assume that everybody knows Sanskrit. Yeah, and other uses, once we know one example, and then we know how the sutram is decoded, that can then be applied to learn stuff that we don't know. Yes. True. Uttamam. Agre pathatu. Dhanyavad. Agre patami. Natam nruttav iti dhatuhu. Prathamam upadeshe aj anunasik itinena ankarasya itsanya tasya lopah इत्यनेन लोपश्च नटं भूत् इत्यस्मात् नट् नो नः इत्यनेन नट् इत्यस्मात् नट् इति लौकिकधातुः नटति लटि नाटकः नूलि नटनं ल्युटि अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्बते यथा नत्वविषये उदाहरणं दत्तमस्ति णत् धातोः उपदेशज् अनुनासिक इत्यनेन अङ्कारस्य लोप तस्य लोप इत्यनेन अङ्कारस्य लोप जातः णत् इति रूपं तदनन्तरं णो नः इत्यनेन णकारस्य नकारत्व भवति लौकिकरूपं नट् इति अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते यथा णत्वविषये अग्रे पठामि उपसर्गाद् असमासे अपि णोपदेशस्य 8.4.14 उपसर्गस्थात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य णः स्यात् समासे असमासे अपि. आधिक्येन नकारादिधातवः यथा नि नयति, नम् नमति, नश् नश्यति, एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति. तदा णो नः इत्यनेन लोके नकारादयः भवन्ति. यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते, यथा परियोगः नि, तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति अतः रषाभ्यां णोणः समानपदे इति णत्वविधायकसूत्रेण णत्वं न स्यात्. किन्तु उपसर्गाद् असमासे अपि णो अपदे अणो अणु उपदेशस्य इति सूत्रेण, यत्र णो अपदेश धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति, तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति. आम्, तर्हि एकं वा एकम् एकवारं पश्यतु, अष्टाध्यायीसूत्रपाठे पुस्तके पेज् 137 अस्ति, अष्टमाध्यायस्य चतुर्थपादस्य प्रथमसूत्रं पेज् 137. रषाभ्यां णोणः समानपदे अत्र अस्ति यत् तत्र तत्पूर्वं लिखितमस्ति खलु णत्वप्रकरणं. तर्हि अस्मिन् प्रकरणे कदा दन्त्यनकारस्य स्थाने मूर्धन्यनकारः आगच्छति, तस्य सूत्राणि लिखितानि सन्ति. रषाभ्यां णोणः समानपदे, अट् कुप्वाङ् नुम्यवायपि इति, तदनन्तरं पूर्वपदात् संज्ञायां गः इति, एतत् सर्वाणि सूत्राणि सन्ति. चतुर्दशतमः सूत्रमस्ति उपसर्गात् असमासे अपि णोपदेशस्य. तर्हि इदं सूत्रम् अधुना वयं पठामः, उपसर्गात् असमासे अपि णोपदेशस्य. तर्हि महोदय आशयं वदतु. रषाभ्यां नूनः समानपदे अपि अपि च उपसर्गात् असमासे अपि नो उपदेशस्य सूत्रद्वयं कुत्र पूर्वतः सिद्धमेव अस्ति. आम्, वदतु महोदय. रषाभ्यां नूनः समानपदे इति सूत्रेण केवलं समानपदे एव रषाभ्यां नो णः भवति, णत्वं कृते समानपदम् आवश्यकं. परन्तु उपसर्गाद् असमासे अपि णो उपदेशस्य सूत्रं वदति यत् उपसर्गे णत्वस्य निमित्त अस्ति, तथा धातोः औपदेशिक अवस्थायां णकारः अस्ति चेत् तस्य धातोः अत्र सू णत्वं भवति एव इति. सो इवन् दो इट् इस् अ सेपरेट् पद, दिस् रषाभ्यां णोणः इक्विवलेण्ट् अप्लैस् बिट्वीन् उपसर्ग एण्ड् धातु, प्रोवैडेड् द धातु इन् अ उपदेशिक् फार्म् एड् अण विच् लेटर् बिकेम् न बिकास् आफ् दिस् णोणः. अस्तु महोदय, एकः प्रश्नः. रषाभ्यां नूनः समानपदे 8.4.1 अस्ति, तत् अनन्तरमेव उपसर्गात् असमासे अपि नो नो प्रदेशस्य इति 8.4.14 अस्ति. सो हौ डस् दट् अप्लै? अनन्तरं पूर्वत्र सिद्धं डजन्ट् कम् इन्? रसाभ्याम् अस्ति, पूर्वकसिद्धं तु अस्ति, परन्तु रसाभ्यां नोणः समानपदे इति सूत्रस्य अत्र प्रसक्तिः एव नास्ति खलु. पूर्वत्र सिद्धं किं वदति? यत् एक युगपत् एकस्मिन् एव अवसरे रसाभ्यां नोणः समानपदे उपसर्गात् असमासे अपि णोपदेशस्य सूत्रयोः एकयुगपत् प्रसक्तिः भवति. तर्हि प्रथमं रसाभ्यां नोणः समानपदे तस्य कार्यं भवति, यतोहि तस्य सूत्रसङ्ख्या पूर्वा अस्ति. परन्तु अत्र तु प्रश्नः एव नास्ति खलु, अत्र समानपद एव नास्ति, यतोहि एक उपसर्गः अस्ति, एक तदनन्तरम् अस्ति, समानपदे एव नास्ति. अतः अत्र तु रसाभ्यां नूनः समानपदे तस्य प्रसक्तिः नास्ति, केवलम् उपसर्गात् असमासे अपि नोपदेशस्य कार्यं भवति. अस्तु महोदय, उदाहरणं पठतु. यथा समासे प्रयोगः नि योगः ल्युट् इत्यस्मात् प्रयोग नयनम् इत्यस्मात् प्रणयनम् अत्र प्र इति उपसर्गः अस्ति, नि इति धातोः उपदेश अवस्थायां णि अणकार अस्ति. तर्हि इत्यस्मात् सूत्रात् उपसर्गे र अस्ति, अनन्तरं धातोः न अस्ति, तर्हि नस्य अणकारस्य णकार भवति प्रणयनम्. यतोहि अत्र एक समानपदे नास्ति, नत्वस्य निमित्तम् उपसर्गे अस्ति, नकारः तु धातोः मध्ये अस्ति, परन्तु तथापि नत्वं भवति. किमर्थं? यतोहि नि यत् अस्ति तद् वस्तुतः तस्य आदौ णकारः अस्ति, यत् णोनः इति सूत्रस्य प्रभावेन नकारः भवति. तर्हि यदा यदा उपदेशे मूलरूपे णकारः अस्ति, उपसर्गमध्ये नत्वस्य निमित्तम् अस्ति, नाम रेफः अथवा शकारः अस्ति, तर्हि समानपदे नास्ति चेदपि तस्य णत्वं भवति, अतः प्रणयनम् इति भवति. अस्तु, अग्रे अन्यानि उदाहरणानि. परियोगः नामः परिणामः, परियोगनियोगणुल् परिणायकः, परियोगनं योगक्तिन् परिणतिः, परियोगनः योगक्त परिणद्धं, परियोगनं योगघञ् परिणामः. एते सर्वे समासे. असमासे समासः सुबन्तानां भवति, न तु तिङन्तानाम्. अतः यत्र उपसर्गे णत्वस्य निमित्तम् अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति, तत्र समासो नास्ति. प्रयोग नदति प्रणदति, णदं धातुः अनुबन्धलोपानन्तरं णो नः इत्यनेन णत्वविधानं नद् इत्यस्मात् नद् योगः शप् योगः ति नदति इत्यस्मात् प्रयोग नदति. उपसर्गाद् असमासे अपि णोपदेशस्य इत्यनेन असमासे अपि उपसर्गस्थात् निमित्तात् णोपदेशस्य णत्वम्. अतः प्रणदति इति अन्तिमरूपं निष्पन्नम्। अन्यानि उदाहरणानि प्रणमति, प्रणयति, परिणमति, परिणयति इत्यादीनि रूपाणि। अस्तु महोदय, किं लिखितमस्ति? समास सुबन्तानाम् एव भवति। तिङन्तपद अस्ति चेत् तस्य उपसर्ग योजित्वा तिङन्तपदं भवति। तत्र अपि अस्य सूत्रस्य प्रसक्तिः अस्ति, उपसर्गात् असमासे अपि नो उपदेशस्य। अतः उपदेशावस्थायां धातोः णकारः अस्ति चेत् यदि उपसर्गे णत्वस्य निमित्तम् अस्ति चेत् णत्वं भवति इति उदाहरणानि दृष्टं वयं। तर्हि कुत्रापि आसीत् यदि उपसर्गे रेफा अथवा शकारः अस्ति, तदग्रे कोऽपि धातुः अस्ति, मूलरूपे नकारः अस्ति, तर्हि समानपदे नास्ति चेदपि तस्य नत्वं भवति। तद् नत्वं समासे अपि भवितुं शक्नोति, नाम सुबन्तानां कृते अपि भवितुं शक्नोति, असमासे अपि भवितुं शक्नोति, यतः तिङन्तानां कृते अपि भवितुं शक्नोति। अस्तु, धन्यवादः महोदय। धन्यवादः। रघुपतिमहोदय अस्ति खलु महोदय? यथा समासे इति तत्र उदाहरणानि दत्तानि, किन्तु तत्र अपि उपसर्ग अनन्तरं धातु एव आगच्छति, समासः कथं भवति? धातु तु अस्ति, परन्तु पदं तु तिङन्त सुबन्तपदमस्ति खलु, अत्र क्रिया नास्ति खलु, अत्र सुबन्त अस्ति, नाम नौन् अस्ति खलु, अत्र क्रिया नास्ति। The two conflicts, one is samasa asti chet, then it how do you, if noun asti chet, how do you add an upasarga to the noun? Upasarga is added only to dhatu, right? Aamam, parantu dhatu tah api subanta padam, subanta padasya nirmanam bhavitum shaknoti khalu. Upasarga dhatu krite asti. परि प्लस् नाम और् परि प्लस् नी, सो परि नयति एण्ड् देन् डू द परिनायकः। न न न परिणयति इति न, तत्र परिणयति क्रियापदमस्ति, तस्य कृते तिङ्गप्रत्ययाः सन्ति, परन्तु धातुतः केचन प्रत्ययाः अपि सन्ति, णूल् प्रत्ययः यतोहि सुबन्तपदं भवति, धातुतः सुबन्तपदं भवितुं शक्नोति, तिङन्तपदं भवितुं शक्नोति। सुबन्तपदम् इत्युक्ते अत्र अस्ति नौन् फार्म् अस्ति, तिङन्तपदम् इत्युक्ते क्रियापदम्। आम् आम्, तत् जानामि, किन्तु ओके, उपसर्गः तु धातोः कृते एव अस्ति, परन्तु धातुतः सुबन्तपदमपि भवितुं शक्नोति, तिङन्तपदमपि भवितुं शक्नोति, तत् प्रत्ययः किम् अस्ति तस्य प्रभावः अस्ति, तस्य तेन वयं ज्ञातुं शक्नुमः यत् तिङन्तपदम् अस्ति अथवा सुबन्तपदम् अस्ति। अस्तु, रघुपतिमहोदय। हा महोदय, अग्रे पठतु। वस्तुतः एते प्रश्नः अस्ति, पृच्छतु, क्षम्यतां रघुपतिमहोदय। क्षम्यतां, समासे यथा समासे अस्ति चेत् रसाभ्यां नूनः समानपदे इति सूत्रम् तस्य उपयोगं करणीयम्। असमासे अस्ति चेत् उपसर्गात् असमासे अपि णोन् न उपदेशस्य इति सूत्रस्य उपयोगं करणीयम्। अत्र प्र उपसर्गः अस्ति, अग्रे णि धातुः अस्ति, सुबन्तपदेषु अथवा तिङन्तपदेषु समानपदे नास्ति खलु अधुना? आं, प्राप्तम्। अतः रसाभ्यां नुणः समानपदे सूत्रस्य प्रसक्तिः एव नास्ति. ओ प्रश्न समानपद. So in both these cases, only this sutra applies. Okay. Upasargat samasya. Astu. Agre. Vastutaha ete datavaha upadeshavasthayam nam ni nash nah evam eva panchatrinshat nakaradi datavaha santi. केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति. नर्द् नाद् नाथ् नाघ् नन्द् नक् नृ नृत् च. अतः प्रणर्दति प्रणर्दितुं प्रणर्दक् प्रणर्दक् अत्र उपसर्गे नत्वस्य निमित्तम् अस्ति परन्तु नत्वं न भवति. ध्येयं यत् हा वस्तुतः उपदेश अवस्थायां पञ्चत्रिंशत् नकारादिदातवः सन्ति परन्तु नकारादय दातवः अपि सन्ति यथा न नर्द् नाद् नाथ् नाध् नन्द् इति एते सन्ति. यदा उपदेशे नकारावस्थायाम् अस्ति नकार एव अस्ति तस्य णत्वं न भवति इति उपसर्गे णत्वस्य निमित्तम् अस्ति परन्तु णत्वं न भवति. अतः किमर्थं न भवति इत्युक्ते उपदेशे नकार एव अस्ति नकार नास्ति. उपदेशे यदा नकार अस्ति तस्य नत्वं भवति तदा एव उपसर्गात् समासे विभिन्नोपदेश इति नोनः इत्यस्य सूत्रस्य प्रसक्तिः भवति. यदा नकार एव तिष्ठति उपदेश अवस्थायां अपि च कार्यावस्थायामपि तथा नत्वं नकारस्य नकार न भवति. परन्तु रसाभ्यां नोणः समानपदे इति सूत्रेणापि न भवितुं शक्नोति वा? तत्र न भवितुम् अर्हति. किमर्थमिति चेत् न आदौ अस्ति. तर्हि किं न रसाभ्यां नोण रसाशकारनन्तरमेव नकार अस्ति चेदेव नकार नकार भवति. अत्र अस्ति खलु, अत्र रेफः अस्ति, प्र मध्ये रेफः अस्ति, तदनन्तरं नर्दति नकारः अस्ति. तर्हि समानपदं प्रनर्दति प्रनर्दनात् प्रनर्दति प्रनर्दितुं प्रनर्दकः समानपद नास्ति वा? अत्र समानपदं नास्ति. प्रनर्दति मध्ये रेफः नाम नत्वस्य निमित्तम् उपसर्गे अस्ति. तदनन्तरं अतः रसाभ्यां नूनः समानपदे सूत्रस्य प्रसक्तिः तु न भवितुं शक्नोति. उपसर्गे असमासे अपि नोपदेशस्य अपि सूत्रस्य प्रसक्तिः न भवितुं शक्नोति. यतोहि यदा यथा भवता उक्तं नर्द् धातु नोपदेश नास्ति खलु, उपदेशे एव तस् नकारः एव अस्ति. अतः तेन सूत्रेण अपि णत्वं न भवितुं शक्नोति. अतः णत्वं न भवति, रूपं भवति प्रनर्दति. अग्रे ध्येयं यत् उपसर्गात् समासे अपि ध्येयं यत् उपसर्गात् समासे अपि नोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नः नः अट्कुट् अट् अट्कुप् वाङ् लुं व्यावाय् व्यवाये अपि संहितायाम् अट् कुट् वाङ् लुम् व्यवाये अपि इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्ये कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं यथा प्रणिनदति प्रणिदति. अत्र प्र उपसर्गे स्थितं रेफस्य प्रभावेन नि उपसर्गस्थितस्य नकारस्य नत्वं भवति, परन्तु स च नि उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति नत्वव्यवधानं, यतोहि मध्ये स्थितः नकारः अट् कुप् वाङ् नुमः अट् कवर्ग पवर्ग आङ् नुम् इत्येषु नास्ति. एकनिमिषं पठामि पुनरेकवारं. ध्येयं यत् उपसर्गात् असमासे अपि नोपदेशस्य इत्यस्मात् अनुवृत्तिसहितसूत्रमस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः णः अट्कुप् वाङ् लुं व्यववाय व्यवाये अपि संहितायाम् अत्र अस्ति नत्वस्य कदा भवति इति. अट् अकार कुप् कवर्ग पवर्ग अपि च एते एकनिमिषम् अट् अकार अट् इत्युक्ते अट् प्रत्यारस्तवर्णः अस्ति हयवर् पर्यन्तं. कवर्ग पवर्ग आङ् नुम् इत्येषु इत्येवं वर्जयित्वा कोऽपि अन्यवर्णः अस्ति चेत् नत्वं न भवति, निमित्तमस्ति चेदपि नत्वं न भवति इति दत्तमस्ति. उदाहरण प्रति प्रनि प्रयोग नियोग नदति प्रणिदति प्रणिनदति. अत्र प्र उपसर्गे स्थितस्य रेफस्य प्रभावेन प्रणि उपसर्गस्थितस्य नकारस्य नत्वं भवति, परन्तु परन्तु स च नि उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति नत्वव्यवधानं प्रणि नत्वव्यवधानम् यतोहि मध्ये स्थितः नकार किञ्चित् साहाय्यम् अस्तु करोमि. प्रश्नः अस्ति यत् अट् कुप्वाङ् नुञ् वायेपि अपि इति किं वदति. रषाभ्यां नोणः समानपदे इति प्रथमसूत्रमस्ति नत्वस्य. तत् वदति यत् रेफः अथवा षकारः अस्ति, तद् अनन्तरं साक्षात् नकारः अस्ति, तस्य नकारः भवति इति रषाभ्यां नोणः वदति. अट् कुप्वां नुम्य वायति इति किं वदति. व्यवाय इत्युक्ते व्यवधानं, व्यवधानम् इत्युक्ते तत्र व्यवाय इत्युक्ते मध्ये इण्टर्मीडियेट् मध्ये. तर्हि अट् कुप्वां नुम्य वायति इति वदति केवलं साक्षात् रेफः अथवा षकारस्य अनन्तरं नकारः केवलं साक्षात् न अपि तु निमित्तस्य नाम रेफस्य षकारस्य अथवा फलस्य नाम नकारस्य मध्ये यदि अट् नाम अट् प्रत्याहारस्य कोऽपि वर्णः, कु नाम कवर्गीयवर्णः, पु नाम पवर्गीयवर्णः, आङ् आङ् किमपि अस्ति आदेशः अस्ति, नुम् नुमपि आदेशः अस्ति, तदपि यदि मध्ये अस्ति चेदपि नत्वं करोतु इति अट् कुप्वां नुम्य वायति इति वदति. एतद्विहाय यदि मध्ये कोऽपि वर्णः आगच्छति तर्हि नत्वं न भवति. तर्हि प्रनिनदति इति अस्ति खलु, रेफस्य कारणेन नि नि उपसर्गस्य नकारस्य णत्वं भवति केन सूत्रेण भवति तद् तद् भिन्नं सूत्रमस्ति तस्य अधुना चर्चा नास्ति तर्हि प्रणि नदति भवति अधुना प्रश्नं भवति यत् नदति मध्ये यत् नकारः अस्ति तस्य उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण णत्वं भवति न वा यतोहि वयं जानीमः यत् केवलं प्रयोगः नदति अस्ति तर्हि तस्य प्रणदति इति भवति उपसर्गात् असमासे इति सूत्रेण तर्हि अधुना अपि प्रणि णदति इति भवति अथवा प्रणि नदति इति भवति तर्हि अधुना उपसर्गात् असमासे अपि सूत्रं कार्यं न करोति यतोहि यत् प्रणि नदति अस्ति तर्हि अधुना किम् अस्ति यत् रेफस्य नदति नकारस्य मध्ये णकारः आगच्छति टवर्गीयणकारः आगच्छति टवर्गीयनकारः तु अट् कुक्वाङ् नुम्य वायति इति शब्दसमूहे न आगच्छति अधः नागच्छति अतः णत्वस्य कृते व्यवधानं भवति इण्टरप्षन् भवति अतः नदति तस्य नकारस्य यद्यपि तत् नोपदेशनकारः अस्ति तर्हि तस्य अधुना णत्वं न भवति तर्हि प्रयोगः नदति अस्ति चेत् प्रणदति इति भवति परन्तु यदि मध्ये नि अपि उपसर्गः आगच्छति प्रणि नदति तर्हि रूपं भवति प्रणि नदति न तु प्रणि नदति इति वार्ता अस्ति अवगच्छति वा यदा उपसर्गात् साक्षात् प्रयोग नदति तदा प्रणदति भवति एवं वा तत्रापि तत्रापि वस्तुतः साक्षात् साक्षात् न अस्ति यतोहि प्र मध्ये रेफः अस्ति तदनन्तरं मध्ये अकारः अपि अस्ति खलु तर्हि अकारः अस्ति परन्तु अकारः अट् कुप्वाङ् नुम्यवायेपि आगच्छति तर्हि रेफ नत्वं कदा भवति साक्षात् अस्ति रेफ रेफः शकारानन्तरं साक्षात् यदि नकारः अस्ति चेत् तत्तु भवति एव परन्तु मध्ये अट् कु पु वाङ् नुम् अपि अस्ति चेत् तर्हि अपि भवति अन्यत् समानपदं नास्ति किन्तु समानपदं नास्ति परन्तु अट् कुप्वाङ् नुम्य वायेपि तस्य अनुवृत्तिः सर्वत्र भवति उपसर्गात् असमासे अपि तत्रापि तस्य अनुवृत्तिः भवति न न न मम प्रश्नः अस्ति प्र एकः उपसर्गः नि द्वितीय उपसर्गः नदति णोपदेशे णोपदेशः नास्ति सो नकारद उपदेशे नकारादयः सन्ति नद् नास्ति किम् उपसर्गात् समासे अपि तेन सूत्रेण कर्तुं शक्नुमः परन्तु मध्ये णकारः आगच्छति नि उपसर्गस्य अतः व्यवधानं भवति आम् किन्तु नि उपसर्गस्य नकार णः तस्य णत्वं भवति यदि नि उपसर्गः नास्ति तर्हि प्रणदति भवति उपसर्गात् सूत्रेण इदं वार्ता अस्ति एषा वार्ता अस्ति मम भ्रम नर्दति दृष्टवती नर्दति नकारः अस्ति नदति न भ्रमः जातः अहं चिन्तितवान् रसाभ्यां नोणः न तस्य प्रसक्तिः अत्र नास्ति इति बट् परन्तु अनुवृत्तिसहितसूत्रम् अस्ति अतः अपि तु अवगच्छामि अधुना अस्तु तर्हि इदं विरमामः श्रीराम महोदय सुमित्रा महोदय क्षम्यतां भवता अधुना पठनस्य क्रमः न आगच्छेत् परन्तु अग्रिमरविवासरस्य वर्गे भवान् एव आरम्भतु इति अहं वदामि. तर्हि अधुना विरमामः. अधुना अस्माभिः सत्त्वस्य नत्वस्य प्रकरणस्य अध्ययनम् अस्माभिः कृतं. सूत्राणि कानि कानि सन्ति इति अस्माभिः पठितानि. अग्रे नुमागमः इति पठिष्यामः. तर्हि अधुना शुभरात्रिः, अथवा यु एस् मध्ये अस्ति चेत् शुभदिनं. धन्यवादः. अस्तु अस्तु, धन्यवादः. धन्यवादः.